सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. अयं तु सम्भाषणवर्गः, अपि च अस्माकं पुस्तकमस्ति गीतासोपानं प्रथमभागः. वर्गस्य आरम्भे एकं सुभाषितं शृणुमः. भगिनी, अस्माकं सुभाषितं पुनः श्रावयतु. नाम नरस्य रूपमरिकं प्रच्छन्न गुप्तं धनं मिथ्या भोगकरी यशः सुखकरी मिथ्या गुरूणां गुरुः मिथ्या बन्धुजनो विदेशगमने मिथ्या परा देवता मिथ्या राजस्य पूच्छति न तु धनम् मिथ्या विहीनः पशुः. उत्तमं भगिनि, धन्यवादः. अद्य वयं सुजाता भगिनि, स्वागतं. नमस्ते भगिनि. गीताञ्जलि भगिनि, क्षम्यतां भगिनि विलम्बेन. चिन्ता मास्तु, नमस्कारः, स्वागतम्. अन्य के आगतवन्तः, कृपया नाम उच्यताम्. मम नाम अरुणा. अस्तु, स्वागतम्. आरम्भे वयं किञ्चित् गृहपाठविषये चिन्तनं कृत्वा तदनन्तरं गीतसोपानं पुस्तके किम् अस्ति इति पश्याम. अत्र सूर्यकुमारी भगिनी, अहं कांश्चन प्रश्नान् पृच्छामि, किञ्चित् उत्तरं वदतु. भवती गृहपाठं कृतवती वा? आं भगिनि, अहं करोमि. कृतवती अहम्. उत्तमं. भवत्याः आरोग्यं सम्यक् अस्ति वा? हा भगिनि, सम्यक् अस्मि. उत्तमं. भवती अद्य संस्कृतं पठितवती वा? आं भगिनि, अहं संस्कृतं पठितवती. अस्तु. भवती अध्यापिका वा? अध्यापिका किम्? न भगिनि, अहं मातामही. अस्तु. भवती गायिका किम्? न भगिनि, अहं गायिका न. भवती वैद्या वा? अहं वैद्या. आम्. अस्तु. इत्युक्ते अस्माकम् आहत्य अत्र अस्माकं विषयः तु आम् न. यदि वयं प्रश्नं पृच्छामश्चेत् उत्तरं साधु अस्ति चेत् आम्, नो चेत् न इति वदामः. भवन्तः सर्वे जानन्ति एव विषयः तु आम् न किम्. अधुना वयं गृहपाठविषये चिन्तनं कुर्मः. अत्र अष्टादशे पुटे एकः अभ्यासः अस्ति. अधुना तम् अभ्यासं कुर्मः. यद्यपि गृहपाठरूपेण एव दत्तमस्ति, पुनः अत्र तस्मिन् विषये चिन्तनं कुर्मः आरम्भे. अत्र सूर्यकुमारी भगिनी, भवती एव आरम्भं करोतु. भगिनी, अत्र अस्माकं पुटसङ्ख्या का वदतु? विषयः कः? विषयः कः? बिन्दु एक बिन्दु प्रथमः प्रथमः बिन्दुः. उत्तमम्. अष्टादशे पुटे स्मः वयम्. आङ्ग्लभाषायां वदतु भगिनि. अष्टादश. अष्टादश. अत्र पुटः इति पुंलिङ्गपदमस्ति, तेन अष्टादशः. किन्तु पश्यन्तु अथवा पठन्तु, अत्र धातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र द्वितीयान्तं रूपम् आयाति कर्मपदम्. अधुना अष्टादशं पुटं पश्येम. करोतु भगिनि, आरम्भं करोतु. किन्तु अत्र अत्र किञ्चित् वदामि. अत्र अत्र किं दत्तमस्ति इत्युक्ते, अस्मिन् पुटे प्रत्येकं पदस्य कोष्टके कानिचन पदानि सन्ति, प्रत्येकं पदस्य तत्र अन्ते चिह्नमस्ति, साधु असाधु इति तत्र लिखितमस्ति. अत्र चिह्नं दृष्ट्वा तत्र वाक्यानि लेखनीयानि. अत्र भवती एव आरम्भं करोतु अधुना. अभ्यासः कोष्टकस्थं चिह्नं दृष्ट्वा उचितानि वाक्यानि लिखत. कृष्णः योगेश्वरः. आम्, कृष्णः योगेश्वरः. कृष्णः सामान्यः न. उत्तमम्. अत्र कोष्टकस्थम् इति पदमस्ति, भवती दृष्टवती वा शब्दकोशं? कोष्टकं कोष्टकम् इत्युक्ते किम्? परिशिष्टं परिशिष्टम् इत्युक्ते अत्र उत्तराणि कोष्टकम् इत्युक्ते टेबल् अत्र कोष्टकम्. अत्र कोष्टकस्थम् इति लिखितमस्ति. तत्र यथा वयं गृहस्थः इति पदमस्ति तादृशरीत्या एव अत्रापि कोष्टकस्थ इति स्थाधातोः रूपं तत्र अस्ति. स्थाधातोः लट्लकाररूपं तिष्ठति. कोष्टकस्थं चिह्नं इति लिखितमस्ति. तत्र विशेषणविशेष्यभावः अस्ति. उचितानि वाक्यानि, अत्र उचित इति पदमपि क्तान्तपदम्. दृष्ट्वा क्तान्तपदं भिन्नं, क्त्वान्तपदं भिन्नं. दृष्ट्वा इति क्त्वान्तपदम् इत्युक्ते अस्मिन् कोष्टके बहूनि पदानि सन्ति, तानि पदानि पठित्वा चिह्नं दृष्ट्वा तत्र समीचीनानि वाक्यानि लेखनीयानि इति लिखितमस्ति. कृष्णः कीदृशः? कृष्णः योगेश्वरः. योगेश्वरः, नो चेत् कृष्णः कः इति अपि प्रष्टुं शक्यते. कृष्णः योगेश्वरः, सः सामान्यः न. कोऽपि वदति वा योगेश्वरः इति पदं समस्तपदमस्ति, तत्र समासस्य नाम कोऽपि वदति वा? योगीनाम् ईश्वरः. योगानाम् ईश्वरः, नो चेत् योगस्य ईश्वरः. तत्र बहुवचनमपि साधु एव, एकवचनमपि साधु एव. तत्र सः सामान्यः न. अत्र सामान्य इति एकं पदम् अस्ति. तत्र एतत् पदं कीदृशम् इति चिन्तनं कुर्मः चेत् तत्र तद्धितान्तं रूपं सामान्य. तत्र समस्य भावः साम्यं, समानस्य भावः सामान्यं. समानस्य भावः सामान्यं, तत्र आदिवृद्धिः भवति, किन्तु समस्य भावः साम्यं. साम्यमस्ति, समानमस्ति. समानमस्ति चेत् सामा, सर्वेषु जनेषु सामान्यं यदस्ति तत्र तस्य भावः एव सामान्यम् इति लिखितम् इत्युक्ते समभावः साम्यं, समानस्य भावः सामान्यम्. समानं, समानम् इति पदं वयं जानीमः. समानं तस्य भावः एव सामान्यं, तद्धितान्तं पदम्. सामान्यं, सामान्यम् अर्थः कः? कोऽपि वदतु सामान्यम् अर्थः कः? कस्टमरि, यूजुवल्, साधारण. इत्युक्ते कृष्णः साधारणव्यक्तिः न. So he is not an ordinary person. Aam. Saha sadharana vyakti hi na. समस्य भाव इत्युक्ते भगिनी समस्य इत्युक्ते समं समम् इति वयं जानीमः तुल्यं तुल्यं समम् तादृशभावः समस्यभावः साम्यम् अत्र साम्यमस्ति इति वदामः सः पुरुषः सामान्यः न तत् सामान्यं न तत् पुस्तकं सामान्यं पुस्तकं न अत्र तथा अस्ति यदि सामान्यं नास्ति तदनन्तरं साम्यम् इति विपरीतार्थक न न समानम् इत्यस्य विपरीतार्थशब्दः असामान्यम् साम्यम् अपि च सामान्यम् इति भेदः कः भेदः कः इत्युक्ते समं किञ्चित् तत्र भेदः बहु किमपि नास्ति साम्यं किन्तु सामान्यम् इत्युक्ते तत्र सर्वेषु जनेषु यत् सामान्य साम्यम् अस्ति सामान्यतया दृश्यते तदेव समानतया यदस्ति तदेव सामान्यम् एक्स्ट्रा आर्डिनरी इति आर्डिनरी इति वदामश्चेत् सामान्यम् असामान्यं वदतु भगिनि भेदः नास्ति बहु किमपि नास्ति साम्यं सामान्यं किञ्चित् अस्ति तत्र किञ्चित् अस्ति अग्रिमम् अत्र भूमा भगिनी भवती करोतु द्वितीयम् अर्जुनः गदाधरः नास्ति गदाधरः न अत्र आरम्भे प्रश्नं पृच्छतु तदनन्तरम् उत्तरं वदतु अर्जुनः गदाधरः किं न अर्जुनः गदाधरः न धनुर्धरः सः धनुर्धरः उत्तमं सः धनुर्धरः धनुर्धरः अथवा गाण्डीवधरः नो चेत् गाण्डीवधारी तत्र धरः इति वदामश्चेत् तत्र भिन्नः प्रत्ययः तत्र भिन्नं रूपम् अस्ति धनुर्धारी इति पदमपि अस्ति गाण्डीवधारी अस्ति अत्र तृतीयं करोतु राष्ट्रः धृतराष्ट्रः दृष्टिमान् किं न धृतराष्ट्रः दृष्टिमान् न सः अन्धः अन्धः धृतराष्ट्रः इति पदमपि समस्तपदम् अत्र धृतं राष्ट्रं येन सः धृतराष्ट्रः अत्र धृत इति पदं क्रान्तरूपम् अस्ति बहुव्रीहिसमासः अस्ति तत्र दृष्टिमान् इति पदं धृतराष्ट्रः कः इत्युक्ते सः अन्धः सः दृष्टिमान् न अत्र दृष्टिः इति पदं तत्र दृष्टिः इति पदस्य लिङ्गं किं दृष्टिः स्त्रीलिङ्गपदं दृष्टिः अपि च तत्र पदम् ईकारान्तपदमस्ति ईकारान्तपदमस्ति चेत् तत्र मान् आयाति शक्तिमान् बुद्धिमान् तथा भवति किन्तु अत्र मतुप् इति एकः प्रत्ययः अस्ति मतुप् प्रत्ययान्तरूपं दृष्टिमत् इति प्रातिपदिकमस्ति किन्तु रूपं पुंलिङ्गे दृष्टिमान् इति भवति नो चेत् पदम् अकारान्तपदं यथा गुण इति अस्ति चेत् गुणवान् धनवान् गुणधन तत्र अकारं पदम् अकारान्तपदमस्ति तदर्थं तत्र वतुप् इति प्रत्ययः आयाति आहत्य मतुप्रत्ययं योजयामः तस्य रूपमेव अत्र अस्ति दृष्टिमान् किन्तु स्त्रीलिङ्गे दृष्टिमती इति भवति आहत्य अत्र धृतराष्ट्रः अन्धः सः दृष्टिमान् न इत्युक्ते सः द्रष्टुं न शक्नोति उत्तमः सज्जनः किं सज्जनः न दुष्टः अत्र दुर्योधनः सज्जनः न किञ्चित् ध्वनिः अस्ति सुजाता भगिनी किञ्चित् म्यूट् करोमि अनन्तरम् अत्र सज्जनः इति पदम् अस्ति सज्जनः इति पदं कथम् आयाति इत्युक्ते तत्र सन् योगः सन् योगः जनः तत्र सन् सन् इति सत्रन्तरूपम् अस्ति तदपि तत्र सन् जनः इति वक्तव्यमस्ति किन्तु तत्र सत् इति प्रातिपदिकमस्ति इति कृत्वा सत् योगः जनः सज्जनः इति भवति तत्र स्च्युत्वसन्धिः अस्ति इत्युक्ते स्तोः स्च्युनाश्चुः इति सूत्रेण तत्र स्च्युत्वसन्धिः भूत्वा सज्जनः इति रूपमस्ति अत्र दुर्जनः इत्युक्ते अथवा दुष्टजनः अथवा दुष्टः अत्र प्रथमरूप सत् इति तदनन्तरं जन जन सत् योग जन तदनन्तरं तकार नकार भवति इति तकारः आरम्भे दकारः भवति तदनन्तरं स्च्युत्वसन्धिः भवति आम् किन्तु सन् सन् इति यदि अस्ति चेत् संयोगः जन् इति न न तत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् सन् जनः इति वक्तव्यं विग्रहवाक्यं समस्तपदमस्ति इति कृत्वा विग्रहवाक्यं सन् जनः इति भवति किन्तु सन् इति पदं प्रथमाविभक्ति एकवचनं सत्रन्तरूपम् अस्ति पुंलिङ्गे तस्य प्रातिपदिकं तु सत् साधारणतया समस्तपदनिर्माण अवसरे प्रातिपदिकं स्वीकर्तव्यं भवान् शब्दस्य प्रातिपदिकं भवत् तथा एव अत्रापि सन् इत्यस्य प्रातिपदिकं सत् अस्ति तदर्थं प्रातिपदिकं स्वीकृत्य समस्तपदं निर्मातव्यम् अस्ति इति कृत्वा अत्र सत् योगः जनः आरम्भे तकारः दकारः भवति जस्त्वं भूत्वा तदनन्तरं स्च्युत्वं भूत्वा तत्र दकारस्य स्थाने जकारः आयाति तेन सज्जनः इति रूपम् आयाति दुर्योधनः सज्जनः नास्ति सः दुष्टः उत्तमं भगिनि अनन्तरम् अत्र गीताञ्जलि भगिनी भवती करोतु आं भगिनि विदुरः राजा किं न विदुरः राजा न विदुरः मन्त्री मन्त्री अत्र विदुरः राजा इति कीदृशं पदं भगिनि वदतु राजा इति पुंलिङ्ग पदं रकारान्त नकारान्त क्षम्यतां भगिनी चिन्ता राजन् अत्र कोऽपि वदतु प्रथमाविभक्त्यन्तरूपाणि राजा शब्दस्य राजा राजानौ राजानः तादृशरीत्या रूपाणि भवन्ति मन्त्री इति पदम् अस्ति एतत् पदं कीदृशं पदम् अत्र कोऽपि वदतु लिङ्गं किं नकारान्तः पुंलिङ्गः नकारान्त पुंलिङ्गपदम् अत्र मन्त्री शब्दस्य रूपाणि वदतु मन्त्री करीं शब्दवत् अस्ति वा भगिनि आम् करीं मन्त्री मन्त्रिणौ मन्त्रिणः मन्त्रिणः उत्तमम् अत्र मन्त्र इति एकः धातुः अस्ति तदनन्तरं पदं कथम् आयाति इत्यस्मिन् विषये अत्रापि इनि प्रत्ययः अस्ति मन्त्र इति एकः धातुः अस्ति तस्मात् मन्त्री अत्र नकारान्तपदम् आयाति अत्रापि इणि प्रत्ययः अस्ति विदुरः इति पदं कीदृशं पदम् इति पश्यामश्चेत् विद् धातुः अस्ति विद् धातुः वेत्ति इत्यस्मिन् अर्थे वेत्ति इत्युक्ते जानाति इत्यस्मिन् अर्थे विद् धातुः अस्ति तस्य लट्लकाररूपं वेत्ति तत्र एकः प्रत्ययः अस्ति कुरच् प्रत्ययः तेन विदुरः इति रूपम् आयाति विदुरः तु राजा न सः मन्त्री एव इति अत्र लिखितमस्ति. उत्तमम्, अग्रिमं करोतु भगिनि. मन्त्रीन् एकवचन मन्त्री अत्र मन्त्री इति, मन्त्री इति प्रथमाविभक्ति एकवचनरूपं पुंलिङ्गपदं, किन्तु प्रातिपदिकं, प्रातिपदिकम् इत्युक्ते सुबन्तपदस्य मूलरूपम्, ओरिजिनल् फार्म् इत्युक्ते मन्त्रिन् इति भवति. हलन्तपदं, हलन्तपदं नकारान्तपदम् अस्ति. यथा मन्त्री, मन्त्रिणौ, मन्त्रिणः, गुणीशब्दवन्त मन्त्रीन्, मन्त्रिणौ, मन्त्रिणः, मन्त्रिणः. अत्रापि मन्त्रिणम् इति यदि यदा वयं द्वितीयाविभक्त्यन्तं रूपं पश्यामश्चेत् तत्र णकारः, मूर्धन्यणकारः श्रूयते तत्र. वदतु महोदय, मन्त्रिणः इति पदं कोऽपि वदतु, मन्त्रिणः इति तस्य रूपं किं, विभक्तिः का? बहुवचन, मन्त्रिणः इति पदं कुत्र कुत्र आयाति? पञ्चमी एकवचनं, षष्ठी एकवचनं, तृतीय बहुवचनं, द्वितीय बहुवचनं, अपि च पञ्चमी, षष्ठी अपि च. पञ्चमी, षष्ठी एकवचनं, द्वितीय बहुवचनं, मन्त्री, मन्त्रिणौ, मन्त्रिणः, तत्रापि प्रथमाविभक्ति बहुवचनमपि अस्ति. सम्बोधन बहुवचन अपि भगिनि, सम्बोधनं, सम्बोधनरूपमपि अस्ति. उत्तमम्. इत्युक्ते आहत्य विदुरः मन्त्री, सः राजा न इति. अग्रिमं करोतु गीताञ्जलि भगिनि. अब्दुल् कलामः वैज्ञानिकः किम्? आम्, अब्दुल् कलामः वैज्ञानिकः, सः सैनिकः न. उत्तमम्, उत्तमम्. अत्र वैज्ञानिकः इति पदमपि तद्धितान्तं पदमस्ति. अत्र वि उपसर्गपूर्वकः ज्ञाधातुः, ज्ञाधातोः रूपमेव ज्ञानम्. तस्मात् पूर्वं वि योजनेन, वि उपसर्गं योजनेन विज्ञानं ल्युडन्तरूपं, किन्तु विज्ञानं तत्र, अत्र तु वैज्ञानिकः इति लिखितमस्ति. यस्मिन् विज्ञानमस्ति सः वैज्ञानिकः, तद्धितान्तं पदमस्ति. अत्र प्रत्ययस्य नाम अस्ति ठक् प्रत्ययः. वैदिकः, वैज्ञानिकः, विज्ञानं, विज्ञानं यस्मिन् अस्ति सः वैज्ञानिकः, तद्धितान्तं पदम्. अब्दुल् कलामः वैज्ञानिकः अथवा अब्दुल् कलामः शास्त्रज्ञः. किमर्थं चेत् सः शास्त्रं जानाति इति कारणतः सः शास्त्रज्ञः, शास्त्रज्ञः इति समस्तपदं, तत्र उपपदसमासः अस्ति. शास्त्रज्ञः इति पदे ठक् प्रत्यय नास्ति, तस्मिन् नास्ति. शास्त्रज्ञः इति समस्तपदमस्ति. अत्र वैज्ञानिकः इति तद्धितान्तं पदमस्ति, किन्तु शास्त्रज्ञः इति समस्तपदं. तत्र विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते, यः शास्त्रं जानाति सः शास्त्रज्ञः इति वक्तव्यम् अस्ति. अब्दुल् कलामः आहत्य वैज्ञानिकः इत्युक्ते कः? सैण्टिस्ट्. सूर्यकुमारी भगिनी वदतु, वदतु भगिनि. नुल् प्रत्ययः अस्ति वा अत्र इति भाति. अत्र परन्तु अहं चिन्तयामि अत्र वैज्ञानिकः इति ठक् प्रत्ययान्तरूपम् इति मम चिन्तनमस्ति. सैनिकः सर्वे न न अत्र पठ् पठ् धातुतः पाठकः इति अस्ति चेत् तत्र णूल् प्रत्ययः अस्ति, किन्तु अत्र तद्धितान्तं रूपम् अस्ति, अत्र भिन्नप्रत्ययः अस्ति. अहं चिन्तयामि तद्धितान्तं पदमेव अत्र वैज्ञानिकः. किमपि चिन्ता मास्तु. अनन्तरम् अत्र अभ्यासः अभवत् उत्तमम्. अनन्तरम् अत्र नास्ति बुद्धि अयुक्तस्य इति अग्रिमः पाठः अस्ति, सप्तमः पाठः. अत्र आहत्य पूर्वस्मिन् पुटे किं वयं पठितवन्तः, अत्र संक्षिप्तरूपेण कोऽपि वदतु. अत्र उषा भगिनी भवती वदतु, अस्मिन् पुटे किं दत्तमस्ति? अस्मिन् पुटे दत्तमस्ति आम् न किम् इति पदं, तस्य रूपं, तस्य रूपं दत्तमस्ति. प्रश्नवाचकः अपि अस्ति किम् इति, तदेव एव भगिनि. आम् न किं पदानि सर्वाणि अव्ययानि. अव्ययम् अव्ययानि अव्ययानि अनि उपयोगं कर्तुम् अभ्यासः. अत्र एव्रिडे इन् अवर् लैफ् वयं एतानि पदानि उपयोगं कुर्मः, एतेषां पदानाम् उपयोगं कुर्मः. कथं वदामः भगिनि, फ्रीक्वेण्ट्लि यूस्ड् कथं वदामः? रेर् इत्युक्ते विरलतया, विरलतया इति वदामः, किन्तु साधारणतया बहुवारं बहुत्र एतेषां पदानाम् उपयोगः भवति. बहुवारं बहुत्र उपयोगम् इति समीचीनम्. बहुत्र पश्याम, वदतु. सरलेन उत्तरमस्ति प्रश्नः, उत्तरं सरलम् आम् न किम्. प्रश्नः तु क्लेशः, किन्तु उत्तरं तु बहु सरलम्. ओ अवगतम्, अधुना अवगतम्. उत्तमम्. अनन्तरम् अत्र नास्ति बुद्धि अयुक्तस्य सर्वे अत्र सप्तमं वदतु भगिनि. क्षम्यताम्, अहं पश्यामि वैज्ञानिकः विज्ञान साधु विज्ञानाय साधु ठक् इति वाचस्पति पद्यम् इति ग्रन्थे अस्ति, कोशे अस्ति. उत्तमं, धन्यवादः भगिनि. इत्युक्ते अत्र वि उपसर्गपूर्वकः ज्ञाधातुः, विज्ञानम् इति वदामश्चेत् ल्युट् अस्ति, किन्तु ठक् प्रत्ययेन वैज्ञानिकः इति रूपम् अस्ति. धन्यवादः. प्रत्ययः भगिनी, आपणकः सैनिकः इति भिन्न प्रत्यय तत्र भिन्नत्वम् अस्ति. प्रत्येकं पदं द्रष्टव्यं भगिनि तत्र. अनन्तरम् अत्र नास्ति बुद्धि अयुक्तस्य इति लिखितम् अस्ति. नास्ति इत्यस्मिन् पदे पदद्वयम् अस्ति, कोऽपि वदतु. नास्ति, नास्ति इत्युक्ते अनस्तित्वं. साधारणतया वयं शृणुमः नास्तिकः, सः नास्तिकः इति पदं शृणुमः. इत्युक्ते सः किं चिन्तयति, नास्ति परलोकः, अपि च ईश्वरः अपि नास्ति, वेदप्रामाण्यं नास्ति इति यः चिन्तयति सः एव नास्तिकः. इत्युक्ते नास्तिकः इत्युक्ते निरीश्वरवादी अथवा अविश्वासी पुरुषः इति अस्ति. नास्ति बुद्धि अयुक्तस्य इति पदमस्ति. अयुक्तस्य इति कीदृशं पदम्? उपसर्गपूर्वकं अत्र वदतु भगिनि. समासः अस्ति अत्र नै समासः अस्ति अत्र विभक्तिः का षष्टिविभक्तिः युक्तः युक्तः अयुक्तः अत्र युक्तः इति युज् धातोः क्तान्तरूपं युक्त किन्तु अत्र नै समासः अस्ति इति कृत्वा अयुक्तः यथा सत्यम् असत्यं तथा अत्र अयुक्तस्य इति पदमस्ति अत्र श्लोकस्य भागः एव अत्र भगवद्गीतायाम् एकः श्लोकः अस्ति नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना श्लोकः द्वितीयाध्यायस्य षट्षष्टितमं श्लोकं पठितवती अत्र श्लोकस्य संख्या अस्ति द्वितीयाध्यायस्य षट्षष्टितमं तमः श्लोकः अत्र श्लोकः भवती दृष्टवती वा वदतु एकवारं श्लोकं पठतु नास्ति बुद्धिश्चित्तस्य न चायुक्तस्य भावना नास्ति बुद्धिश्चित्तस्य न चायुक्तस्य भावना न चाभावयतः शान्तिः अज्ञान्तस्य कुतः सुखम् अहं भवती शृणोतु एकवारम् अहं पुनः एकवारं तदेव श्लोकं पठामि स एव श्लोकं पठामि नास्ति बुद्धि अयुक्तस्य न चायुक्तस्य भावना न च भावयतः शान्तिः अशान्तस्य कुतः सुखम् अत्र अत्र अन्वयं पश्यामश्चेत् अयुक्तस्य बुद्धिः नास्ति अयुक्तस्य पुरुषस्य वदतु महोदय अयुक्तस्य बुद्धिः नास्ति तत्र श्लोकं पश्यामश्चेत् वयम् अवगन्तुं शक्नुमः अयुक्तः इत्युक्ते कः पुरुषः युक्तः इत्युक्ते कः तत्र श्लोके दत्तमस्ति अयुक्तस्य पुरुषस्य बुद्धिः नास्ति अपि च अयुक्तस्य पुरुषस्य भावना नास्ति अत्र भावना इत्युक्ते मतिः तथा एव अयुक्तस्य पुरुषस्य शान्तिः नास्ति यस्य शान्तिः नास्ति तत्र अशान्तस्य पुरुषस्य सुखः कुतं सुखं कुतः क्षम्यताम् इत्युक्ते सुखम् अशान्तस्य पुरुषस्य सुखं नास्ति इति अत्र दत्तमस्ति तदर्थमेव न न अत्र श्लोके किं दत्तमस्ति अन्ते अशान्तस्य पुरुषस्य सुखं नास्ति इत्युक्ते शान्तिः आवश्यकी जीवने शान्तिः आवश्यकी यस्य पुरुषस्य जीवने शान्तिः नास्ति तस्य सुखं न मिलति अत्र श्लोकस्य भागः एव अत्र दत्तमस्ति अयुक्तस्य अत्र अन्वयम् इत्युक्ते पदानि समीचीनतया लिखामश्चेत् अयुक्तस्य बुद्धिः नास्ति इति शीर्षिका अस्ति अत्र शीर्षिकां पश्यामश्चेत् भगिनि वदतु अयुक्तस्य पदं षष्ट्यन्तं परन्तु बुद्धिः स्त्रीलिङ्गपदम् अस्ति वा बुद्धिः स्त्रीलिङ्गपदं कथम् अन्वयं भवति अयुक्तस्य बुद्धिः नास्ति अयुक्तस्य पुरुषस्य अत्र अयुक्तस्य पुरुषस्य बुद्धिः नास्ति So unintelligent is this to a dull person mandaha asti ayuchaktya atra kinchit vadami atra ayuktasya purushasya atra tasya sadharanam vakyam eva tasya purushasya buddhihi eva nasti kidrusya purushasya buddhihi nasti अयुक्तस्य पुरुषस्य अयुक्तः इत्युक्ते कः अयुक्तः इत्युक्ते यः तत्र कस्मिन् अध्याये यः पुरुषः योग्यता नास्ति इन्द्रियाणि अपि च मनः संयमनं न जानाति सः अयुक्तः यस्य इन्द्रियनिग्रहः नास्ति यः पुरुषः इन्द्रियनिग्रहणं न कर्तुं शक्नोति. So is it better to say unintelligent person is doesn't have in अत्र कोऽपि वदतु अत्र गीताञ्जलि भगिनी भवती वदतु अत्र अयुक्तः पुरुषः तस्मिन् विषये आङ्ग्लभाषायां वदतु. आं भगिनि इण्टेलिजेण्ट् आर् नाट् अत्र इफ् अ पर्सन् इस् नाट् डज़न्ट् हेव् कण्ट्रोल् ओवर् सेन्सेस् हिस् सेन्सेस् एण्ड् हिस् मैण्ड् देट् पर्सन् इस् अयुक्तः. So it will be a mentally ill person then? Can I say a mentally ill person is ayuktatya? No, no, sadharana purusha ayukta eva. Bhagini, atra, atra, kim vaktavyam, Aruna Bhagini bhavati kinchit prayatnam karotu, ayukta ha purusha hai chukte kaha. कीदृश पुरुषः अस्मिन् समाजे अपि बहवः सन्ति अशान्तः अपि च यस्य इन्द्रियनिग्रहणं नास्ति इङ्ग्लिश् ट्रान्स्लेशन् फार् द वन् हु इस् नाट् ट्राङ्क्विल् देर् इस् नो नालेज् इति दयानन्दसरस्वती. Not tranquil, for the one who is not tranquil, there is no knowledge. Okay, one who is not at peace has no knowledge. Okay. Atra aham itapi vaktim ichhami, those who are constantly agitated, they cannot focus on anything, they cannot learn anything perfectly, and ultimately they cannot acquire any knowledge. That is the fact. Ultimately, even to learn anything, one should have peace of mind. One should have, then only he can focus and concentrate better. Yes. Okay. So it's very logical. Yeah. Atra tarkah asti eva. Astu. Dhanyavadaha. This was important to know. Very true, Mahodaya. Yeah. Okay. Very important. Entire Bhagavad Gita that only. It's the best psychology book for mankind. Right. That is the best psychology book for the whole mankind. Gita. Atra agre sarema. Atra saptama पाठः तु नास्ति बुद्धि अयुक्तस्य. अत्र किं दत्तमस्ति? आहत्य अस्ति नास्ति वयं पूर्वमेव जानीमः एव. तस्मिन् विषये वयं पठितवन्तः. अधुना मम पार्श्वे कानिचन वस्तूनि सन्ति. मम पार्श्वे सङ्गणकमस्ति, पुस्तकमस्ति, लेखनी अस्ति, अङ्कनी अस्ति, किन्तु अत्र वाहनं नास्ति मम पार्श्वे, विमानं नास्ति. मम पुरतः अथवा मम पार्श्वे कानिचन वस्तूनि सन्ति, कानि न सन्ति, कानिचन न सन्ति. अत्र अस्मिन् पुटे केवलम् अस्ति नास्ति इति अभ्यासः वयं पूर्वमेव जानीमः. अत्र किन्तु किञ्चित् अभ्यासं कुर्मः अधुना. अत्र वेदा भगिनी भवती करोतु. वेदा भगिनी अस्ति वा? सारि, ऐ वास् आन् म्यूट्. सारि. चापः अस्ति, शरः नास्ति. चापः इस् लैक् बाणः. तयोः द्वयोः भेदः कः? चापः इत्युक्ते किं, शरः इत्युक्ते किं? शरः शरः इत्युक्ते तीर् वाट् यु काल् आरो आरो इन् इङ्ग्लिश् बाणम्. अत्र इशुः इशुः इति पदमपि अस्ति. इशुः इत्युक्ते शरः, एरो. अत्र चापः इत्युक्ते धनुष् धनुः धनुः चापः इत्यस्य पर्यायवाचकपदं धनुः शरः इषुः इषुः उकारान्तपदं धनुः शकारान्तपदं चापः अकारान्तपदं शरः अपि शकारान्तपदं धनुः धनुषी धनोंषि तादृशरीत्या रूपाणि भवन्ति चापशरयोः मध्ये भेदः अस्ति उत्तमम् अग्रिमं करोतु भगिनि अग्रिमं सिंहासनम् अस्ति महाराजः नास्ति सिंहासनम् अत्र दृश्यते सिंहासनं मीन्स् लैक् इन् संस्कृत वाट् इस् दि अदर् वर्ड् सिंहासनम् आसनं थ्रोन् आसनमेव भगिनी पदविच्छेदं करोतु कृपया भगिनी अत्र सिंहासनम् इत्युक्ते तत्र पूर्वस्मिन् काले आसनं बहु महत्व इत्युक्ते सिंहः इव आकारः तस्य आकारः तादृशरीत्या अस्ति चेत् तदर्थम् आयाति इति मम चिन्तनम् आसनम् तस्मिन् समस्तपदे आसनम् इति अस्ति सिंहयोगः आसनम् गम्भीरम् अत्र सिंहः इत्युक्ते इम्प्लैस् करेज् ओर् सिंह अत्र केवल सिंह तस्य आकारः तस्य आसनस्य आकारः तादृशरीत्या अस्ति इति कारणतः तथा नाम दत्तमस्ति इति मम चिन्तनं सिंहासनम् आसनम् इति लुडन्तपदम् अत्र आस धातुः अस्ति आसते आसाते आस्ते आसाते आसते तत्र तादृशरीत्या रूपाणि आयान्ति अदादिगणीयधातुः आस्ते आसाते आसते भगिनि सिंह चिह्नः चिह्नितम् आसनं सिंहासनम् सिंहचिह्नितम् आसनम् अस्तु अस्तु अस्तु इत्युक्ते अत्र तस्य आकारः आसनस्य आकारः वा तत्र चिह्नं वा सिंहं चित्रितम् अथवा मुद्रितम् अथवा निर्मितम् अस्ति तादृशरीत्या निर्मितम् अस्ति चेत् तदा सिंहासनम् सिंहासनम् अस्ति परन्तु अत्र सर्वे शृण्वन्तु एकवारम् अधुना अत्र अरुणा भगिनी तत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् कथं वक्तव्यं सिंहं चिह्नं इव सिंहम् इव चिह्नं आसनं चिह्नमिव सिंहचिह्नतम् आसनं चिह्नासनम् सिंहचिह्नितम् आसनं वयं पूर्वमेव दृष्टवन्तः पदं चिह्नं इति पदं चिह्नम् इत्युक्ते सिम्बल् आर् मार्क् चिह्नित इति पदं सिंहचिह्नितं वासन आसनम् इव इति वदामश्चेत् उपमानपूर्वपदं भवति उत्तमं महाराजः वयं जानीमः एव कर्मधारयः महान् राजा इति रूपमस्ति महाराजः नास्ति तत्र अधुना वेदा भगिनी कानिचन वाक्यानि वदतु अस्ति नास्ति योजयित्वा योजयित्वा वाहनम् वाहनं नास्ति मार्जनी अस्ति देन् ऐ केन् से वाट् एल्स् ऐ केन् से भवत्याः पार्श्वे गीतासोपानं पुस्तकम् अस्ति वा वदतु उत्तरं वदतु ध्वजः नास्ति द्विचक्रे द्विचक् ओ भवती अत्र अभ्यासं कुर्वती अस्ति वा? अस्तु, अधुना मया अवगतम्. अहं किं पृष्टवती इत्युक्ते अत्र स्वस्य वाक्यानि वदतु अस्ति नास्ति योजयित्वा इति पृष्टवती, किन्तु भवती अत्र अभ्यासं कुर्वती अस्ति. अस्तु, करोतु. अत्र पुनः एकवारम् अत्र सूचनां पठित्वा करोतु. अत्र चित्रद्वयमस्ति. प्रथमे चित्रे किं किम् अस्ति इति तस्य अधः लिखत. द्वितीयचित्रे तेषु किं किं नास्ति इति तस्य अधः लिखत. अत्र एकवारं पश्यतु, अत्र चित्रद्वयम् अस्ति इति लिखितमस्ति. अत्र चित्रद्वयम् अस्ति, एतदेव वाक्यं भिन्नरीत्या वदतु. भिन्नरीत्या अत्र द्वे चित्रे अस्ति. द्वे चित्रे, द्वे चित्रे स्तः. अनन्तरं प्रथमे चित्रे रूपं किम्? प्रथमे चित्रे सप्तमी विभक्ति. उत्तमं. तत्र प्रथमं चित्रं प्रथमे चित्रे, अत्र संख्यावाचकपदमस्ति, तत्र पूर्ण अत्र प्रथमं द्वितीयं तृतीयं इति वदामश्चेत् पूर्णप्रत्ययान्तशब्दाः इति वदामः. किन्तु संख्यान् वदामश्चेत्, संख्याः वदामश्चेत् एकं द्वे त्रीणि चत्वारि तादृशरीत्या वदामः, किन्तु अत्र पूर्णप्रत्ययान्तरूपम् अस्ति. प्रथमं चित्रं प्रथमे चित्रे, तत्र संख्यापदस्यापि विभक्तिः भवति. भवति समस्तपदं कुर्मः चेत् प्रथमचित्रम् इति भवति. अनन्तरं किं किम् अस्ति अस्ति चेत् भगिनि क्षम्यतां, बहुरूपं प्रथमानि चित्राणि इति सम्यक्. प्रथमानि चित्राणि. अत्र प्रथमचित्रे इस् अ रैट् वन् बिकास् एकः चित्र अस्ति अत्र, किन्तु सप्तमी अत्र. अहं चिन्तयामि अत्र प्रथमे चित्रे इत्र अत्र पृथक्तया एव लेखनीयम् इति भाति, समस्तपदं न भवति इति भाति. चिन्ता मास्तु. अनन्तरम् अत्र किं किम् अस्ति इति पदत्रयमस्ति. आरम्भे अत्र किं लिखितमस्ति, पुनः एकवारं किं लिखितमस्ति, तत्र भेदः अस्ति. किमर्थं तादृशरीत्या लिखितमस्ति? द्वितीय किम् the next I'll say in English, the next following word is swara, that's why it is written as kim with the this ma with the makara halanta. Ichukte padasya tatra sandhihi na bhavati. Uttarapadam, uttarapadasya adimavarnah achvarnah asti, adimavarnah asti, ateva मकारः यथावत् तिष्ठति. किन्तु तस्मात् पूर्वं किं किम् अस्ति, तत्र तत्र किं भवति? नेक्स्ट् वर्ब् स्टार्ट् वित् क. उत्तरपदस्य तत्र उत्तरपदस्य आदिमवर्णः ककारः, अत एव अनुस्वारः आयाति मकारस्य स्थाने आयाति. तत्र ककारः हलन्तवर्णः, हल् वर्णः. उत्तमम्. अनन्तरं प्रथमे चित्रे किं किम् अस्ति इति तस्य अधः लिखत. अत्र वयम् अभ्यासपुस्तके चर्चितवन्तः अधः उपरि इति पश्यामश्चेत् तत्र कस्य तस्य अधः तस्य उपरि षष्ठी षष्टिविभक्तेः उपयोगं कुर्मः. लिखत कीदृशं पदं? लिखत लोट्लकार. लोट्लकार. एकवारं वदतु रूपाणि. लोट्लकार रूपाणि लिखतु लिखतु लिखतां लिख लिखत वा लिखन्तु कोऽपि कोऽपि स्मारयन्तु लिखन्तु लिख लिखतं लिखत लिखानि लिखानि लिखाव लिखाम. उत्तमं. लिखानि लिखाव लिखाम इति लिखितमस्ति. इत्युक्ते आहत्य सूचनां पठित्वा भवती किम् अवगतवती, किं कर्तव्यम् अत्र? अत्र द्वितीयचित्रे अपि तेषु किं किं नास्ति इति तस्य अधः लिखत. सो बिट्वीन् द टू पिक्चर्स् वाट् इस् मिस्सिङ्ग् हौ यु से दट् किं किं द्वितीयचित्रे किं किं नास्ति as compared to the first chitra, as compared to mani, how do you say that? Dvayoho dvayoho chitrayoho bhedah yat bhedah ka kaha iti asti tadeva atra likhata atra likhata atra lekhaniyam ahatya tadeva uttamam भवती परिशीलितवती वा चित्र अर्जुनद्वयं परिशीलितवती वा? उदाहरणं देति अर्जुनः अस्ति अर्जुनः नास्ति कुत्र नास्ति अत्र पूर्णतया वाक्यं वदतु. अर्जुनः नास्ति द्वितीयचित्रे चित्रे अत एव ध्वजः अस्ति प्रथमचित्रे ध्वजः अस्ति द्वितीयचित्रे ध्वजः नास्ति. देन् प्रथमचित्रे द्वौ चक्रौ अस्ति द्वौ चक्रौ अत्र कोऽपि वदन्तु अत्र चक्रं चक्राणि द्वे चक्रे स्तः चक्रद्वयमपि चक्रद्वयम् अस्ति चक्रद्वयमपि प्रथमे चित्रे चक्रद्वयम् अस्ति किन्तु द्वितीये चित्रे द्वितीये चित्रे एकमपि चक्रः चक्रमस्ति एकमेव चित्रमस्ति एकमेव चक्रमस्ति चक्रद्वयम् अस्ति वा चक्रद्वयं स्तः वा अत्र भवती एव वदतु चक्रद्वयम् इति वदामश्चेत् किं वक्तव्यं चक्रद्वयम् अस्ति अस्ति किमर्थम् अस्ति किमर्थम् अस्ति अत्र पश्यतु भगिनी सूचनां पठतु पुनः एकवारम् अत्र चित्रद्वयम् अस्ति किन्तु चित्रद्वयम् इति द्वे तथा एव चित्रत्रयम् अस्ति द्वयं त्रयं चतुष्टयं पञ्चकं षट्कं सप्तकम् अष्टकं तादृशरीत्या वदामश्चेत् अस्ति इति पदमेव आयाति समस्तपदम् एकवचनं चित्रद्वयम् अस्ति अथवा पुरुषत्रयम् अस्ति जनचतुष्टयम् अस्ति कीदृशपदं चित्रद्वयं ल्युडन्त तत्र चिन्तनं किम् इति कोऽपि वदतु कोऽपि जानाति चेत् किन्तु अस्ति इति पदमेव आयाति अत्र कोऽपि वदतु चक्रद्वयं तत्रापि नियमः अस्ति किन्तु नियमः कः इति इतोपि वक्तव्यं किन्तु चित्रद्वयम् अस्ति तथा एव अत्र प्रथमे चित्रे रथचक्रद्वयम् अस्ति किन्तु द्वितीय चित्रे एकमेव रथचक्रमस्ति अपि च ध्वजः ध्वजः इति पदम् अकारान्तपदमस्ति तथा एव तस्य अन्यत् पदमस्ति केतनं केतनम् इत्युक्ते ध्वजः एव केतनं नास्ति तथा एव द्वितीयचित्रे अर्जुनः नास्ति प्रथमे चित्रे कृष्णः अर्जुनः च अस्ति अत्र अर्जुनः नास्ति किन्तु अर्जुनः नास्ति चेत् भगवद्गीता एव नास्ति अर्जुनः अथवा कृष्णः कोऽपि नास्ति चेत् अपि च इतोपि चित्रं पुनः परिशील्य इतोपि भेदाः सन्ति वा इति एकवारं पश्यन्तु गृहपाठरूपेण चित्रं परिशील्य भिन्नानि वाक्यानि रचयितुं शक्नुवन्ति चेत् कुर्वन्तु तस्मिन् विषये. अग्रे अत्र प्रहेलिका अस्ति प्रहेलिका इत्युक्ते किं रिडिल् रिडिल् अस्ति गीताञ्जलि किमपि शब्दः अत्र अहं किं दृष्टवती इत्युक्ते प्रहेलिः इति पदमपि अस्ति किन्तु अहं गूढप्रश्नः स्त्रीलिङ्ग अस्ति वा भगिनि? हा, प्रहेलिका स्त्रीलिङ्गपदं, गूढप्रश्नः दृष्टवती, गूढप्रश्नः आङ्ग्लभाषायां वक्तुमिच्छामश्चेत् रिडल्. प्रहेलिः अपि स्त्रीलिङ्ग भगिनि? स्त्रीलिङ्गपदं द्वयो, प्रहेलिः अथवा प्रहेलिका. कोऽपि जानाति चेत् अन्यत् पदं वदन्तु प्रहेलिकायाः विषये, पर्यायवाचकपदम्. अहं दृष्टवती प्रहेलिः इति एकं पदं दृष्टवती, इत्युक्ते गूढप्रश्नः इति लिखितमस्ति. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती एकवारं पठतु, प्रहेलिकां पठतु. अस्ति नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः नास्ति पादद्वयं गाढम् अङ्गमालिङ्गति स्वयम्. अस्मिन् श्लोके अथवा अस्मिन् अस्यां प्रहेलिकायां कतिवारं नास्ति इति पदम् अस्ति? चत्वारि. चत्वारि. किं किं नास्ति वदतु अत्र. अस्ति नास्ति, अस्ति इत्युक्ते हड्डि, हड्डि नास्ति, हड्डा नास्ति, शिरः नास्ति, अपि च पादद्वयं नास्ति, बाहुः अङ्गुलिः नास्ति, किन्तु अत्र नीर् इति योजयित्वा लिखितमस्ति. इत्युक्ते अस्थि नास्ति, अस्थि इत्युक्ते हड्डा इति भवती उक्तवती एव. शिरः नास्ति, अत्र शिरः कीदृशं पदम्? कोऽपि वदतु शिरः शब्दस्य, शिरस् शब्दस्य रूपाणि. शिरः शिरसि शिरांसि नपुंसकलिङ्गपदम्. अस्थि, अस्थि शब्दस्य रूपाणि वदन्तु. न भगिनि, अस्ति भिन्नं पदम्. अस्ति अस्थि. अधुना एकं पृच्छामि, तत्र उच्चारणं सम्यक् भवेत्? तत्र अस्ति, तत्र कीदृशप्रकारकः तकारः अस्ति? अल्पप्राण, अल्पप्राणतकारः अस्ति. अस्ति स्तः सन्ति, तत्पदं क्रियापदं. किन्तु अत्र अस्थि, अत्र महाप्राणथकारः अस्ति. महाप्राणथकारः अस्ति इति कृत्वा, अस्ति इति कृत्वा तत्र उच्चारणम् अस्थि इति भवति. अस्थि, अस्थिनि, अस्थीनि, तादृशरीत्या तत्पदमपि नपुंसकलिङ्गपदम्. अस्थि नास्ति, शिरः नास्ति, बाहुः अस्ति, अस्ति निरङ्गुलिः नास्ति, पादद्वयम्. अग्रिमं वाक्यं किं भवति? अङ्गं स्वयं, अङ्गं स्वयं गाढम् आलिङ्गति. अत्र अङ्गम् इत्युक्ते शरीरं, शरीरम्. उत्तमम्. अत्र अङ्गम् इत्युक्ते न केवलम् एकः अवयवः इति अर्थः नास्ति. अत्र अङ्गम् इत्युक्ते शरीरं, सम्पूर्णं शरीरं. सम्पूर्णशरीरं अहम् नो चेत् सम्पूर्णं नास्ति, चिन्ता मास्तु, सम्पूर्णं नास्ति. अङ्गम् इत्युक्ते बाडि, बाहुर् एव अङ्गम् इत्युक्ते अत्र अहं चिन्तयामि बाडि इति अर्थः. अङ्गं स्वयं गाढम् आलिङ्गति. किम् आलिङ्गति? टैट् गाढम् पश्यन्तु अहं मम प्रश्नः कः किम् आलिङ्गति युतकं कथम् आलिङ्गति गाढम् आलिङ्गति किम् आलिङ्गति किम् आलिङ्गति युतकम् आलिङ्गति युतकं स्वयम् अङ्गं कथम् आलिङ्गति गाढम् आलिङ्गति अत्र गाढ इति पदमस्ति अत्र गाढ इति पदं क्तान्तरूपम् अत्र गाहते इति लट्लकाररूपमस्ति गाहनं ल्युडन्तरूपं तस्मात् एव अवगाहनम् धातु भगिनि गा गाह गाह धातुः गाहते गाहनम् भगिनि गाह हकार एव विसर्ग हकारः अस्ति हकारस्य स्थाने ढकारः आयाति गाह गाढ स्निह स्नीढ लिह् लीढ तादृशरीत्या हकारान्तधातुः अस्ति चेत् क्तान्तरूपेषु तत्र गाढ इति रूपम् आयाति गाह् गाढ अङ्गम् आलिङ्गति स्वयम् अत्र अन्यत् वाक्यमपि अस्ति गीताञ्जलिभगिनी पठतु किं तत् इति कथयतु यस्य अस्थि नास्ति शिरः नास्ति बाहुद्वयम् अस्ति अङ्गुलिः नास्ति पादौ न स्तः परन्तु शरीरं दृढम् आलिङ्गति उत्तरं युतकम् युतकम् अत्र प्रश्नः अस्ति कथयतु कीदृशं पदम् लोट् प्रथमपुरुषवचनं अत्र अहं चिन्तयामि कथयति इति चुरादिगणीयधातुः वा नो चेत् कथयति यस्य अस्थि नास्ति शिरः नास्ति बाहुद्वयमस्ति अङ्गुलिः नास्ति पादौ न स्तः पूर्वं वयं किं दृष्टवन्तः पादद्वयं नास्ति इति लिखितमस्ति किन्तु तस्य स्थाने अत्र पादौ नास्तः इत्युक्ते द्विवचनरूपं स्वीकृत्य लिखितमस्ति अत्र आलिङ्गति इति पदमस्ति अत्र तस्य अर्थः तु परिष्वङ्गं करोति परिष्वङ्गं करोति अथवा एकम् अन्यत् पदमपि अस्ति आश्लिष्यति आश्लिष्यति आश्लिष्यति इत्युक्ते आलिङ्गति आश्लिष्यति इत्युक्ते तत्र तालव्यशकारः आश्लिष्यति तत्र तालव्यशकारः आरम्भे अस्ति तदनन्तरं मूर्धन्यशकारः अपि अस्ति आश्लिष्यति तत्र वयं साधारणं पदमेव वयं नक्षत्रस्य नाम अस्ति आश्लेष नामापि तदर्थमेव तत्र दत्तमस्ति आश्लेष आश्लिष्यति इत्युक्ते आलिङ्गनं करोति अथवा परिष्वङ्गं करोति इत्यस्मिन् अर्थे अत्र युतकम् आलिङ्गनं करोति कक्ष्याकार्यम् इति लिखितमस्ति अत्र भगवद्गीतातः उद्धृतानि तन् उद्धृताः श्लोकाः सन्ति तेषां विषये अग्रिमे सप्ताहे पुनः तस्य चर्चां कुर्मः करिष्यामः अत्र इत्युक्ते आहत्य एतेषु श्लोकेषु नास्ति इति पदम् अस्ति इति पदम् अस्ति वा इति द्रष्टव्यं तस्य अन्वेषणं करणीयं अग्रिमे सप्ताहे कुर्मः अत्र कोऽपि प्रथमतया भवन्तः सर्वे भगवद्गीतां पठन्तु तत्र श्लोकान् पश्यन्तु तदनन्तरं वयं तस्मिन् विषये चिन्तनं कुर्मः अग्रिमे पुटे इत्युक्ते आहत्य अस्मिन् पुटे अस्ति नास्ति इति पदद्वयस्य विषये अत्र लिखितमस्ति. अग्रिमे पुटे तत्र का परिदेवना इति शीर्षिका अस्ति, अष्टमः पाठः. अत्र सुजाता भगिनी भवती करोति वा? आं महोदय, पठतु एकवारम् अत्र किमस्ति. तत्र का परिदेवना. पश्यत उच्चै पठत च. अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र. पुस्तके अस्ति. अत्र किञ्चित् वदामि, अहं किञ्चित् वदामि. तत्र का परिदेवना इति शीर्षिका अस्ति. अयं भागः अपि भगवद्गीतायाम् अस्ति. तत्र कोऽपि कापि दृष्टवती वा अत्र कुत्र अस्ति एतद् वाक्यं भगवद्गीतायां? अहं दृष्टवती, तदर्थं वदामि. अत्र एतद् वाक्यं द्वितीयाध्यायस्य अष्टाविंशतितमं श्लोकं पश्यामश्चेत् तत्र अस्ति. तत्र का परिदेवना, तत्र श्लोकः कः इत्युक्ते, अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव तत्र का परिदेवना इति. परिवेदना अत्र विवेकः. अत्र पश्यन्तु, वेदना इति पदमपि अस्ति, किन्तु अत्र परिदेवना. परिदेवना देवना इत्युक्ते दुःखमा सन्तापः. सन्तापः नो चेत् दुःखम् अथवा शोकः. अत्र पश्यन्तु, वेदना आकारान्तपदं, सन्तापः अकारान्तपदं, शोकः अकारान्तपुंलिङ्गपदं, किन्तु दुःखं नपुंसकलिङ्गपदम्. अत्र परिदेवना आकारान्तस्त्रीलिङ्गपदम् अस्ति. अत्र श्लोकः कः इत्युक्ते, श्लोकं किं वदति इति पश्यामश्चेत्, हे भारत, भारत इत्युक्ते अर्जुन, सर्वाणि भूतानि अव्यक्त आदीनि व्यक्तमध्यानि अव्यक्तनिधनानि. सर्वाणि भूतानि अव्यक्तनिधनानि व्यक्तमध्यानि अव्यक्त आदीनि. तदर्थं का परिदेवना, किमर्थं भवान् शोकम् अनुभवति? भूतानि इत्युक्ते जनाः, सर्वाणि सर्वे जनाः वा जीवाः. किमर्थं तत्र भवान् शोकम् अनुभवति इति तत्र अर्जुनः अर्जुनं प्रति कृष्णः वदति. भगिनी एक विचारः, भगिनी परिदेवना इत्युक्ते देवविहाय शोकः एव. अत्र योगार्थः कः इति अहं न दृष्टवती, किन्तु रूढार्थः इत्युक्ते लोके तस्य अर्थः तु सन्तापः, वेदना, नो चेत् दुःखं, शोकः इति अर्थः परिदेवना इत्युक्ते. अनन्तरम् अत्र तत्र कुत्र अन्यत्र सर्वत्र एकत्र, अत्र षट् पदानि सन्ति. एतानि सर्वाणि पदानि अव्ययानि इति वदामः. अत्र एकः प्रत्ययः अस्ति, त्रल् इति एकः प्रत्ययः अस्ति, त्रल् प्रत्ययान्तरूपाणि. किन्तु अत्र इत्युक्ते कोऽपि वदतु, अत्र सुजाता भगिनी भवती एव वदतु, भवती किम् अवगतवती अत्र इत्युक्ते? अत्र वेर् हियर् हियर् समीपे समीपे वेर् ऐ थिङ्क् समीपे अस्ति अत्र इति वदामः. अत्र अनन्तरं तत्र अस्ति, तत्र दूरे दूरे अस्ति, जो दूरे अस्ति. तत्र इति पदं कथम् आयाति इत्युक्ते, तद् दकारान्तपदमस्ति, तद् तत् इति पदात् एव पुंलिङ्गरूपं सः सहसा तत् इति रूपाणि आयान्ति. तत्र तद् दकारान्तपदं, तदनन्तरं त्रल् प्रत्ययः योजनेन तत्र इति आयाति. किं किं योगः त्रल् कुत्र इति भवति. अन्ययोगः त्रल् अन्यत्र, सर्वयोगः त्रल् सर्वत्र, एकयोग एकत्र. इत्युक्ते आहत्य केषुचित् सर्वनामपदे केषाञ्चन सर्वनामपदानाम् अन्ते अत्र त्रल् प्रत्ययः आयाति. सर्वेषाम् अन्ते नास्ति, किन्तु केषाञ्चन सर्वनामपदानाम् अन्ते एव अयं प्रत्ययः स्थापनीयः. तेन एतानि पदानि आगतानि. भवती वदतु कुत्र इत्युक्ते. कुत्र वेर् कुत्र अन्यत्र अन्यत्र संवेर् सर्वत्र सर्वत्र एविर्वेर् एविर्वेर् एकत्र एकत्र एकः समूहः वन् प्लेस् एट् वन् प्लेस् एकत्र आल् टुगेदर् इति अर्थः. टुगेदर् इत्यस्मिन् अर्थे पठतु. अत्र किं लिखितमस्ति भगिनि? अर्जुनः कुत्र अस्ति? गीताञ्जलि भगिनी वदतु. क्षम्यतां भगिनि. त्रल् प्रत्यय इति प्रत्यय केवल स्थाने सूचनार्थक प्रत्यय अस्ति किम्? अत्र त्रल् प्रत्ययः तद्धितान्तपदमस्ति. इत्युक्ते तद्धितान्तरूपेषु तत्र एकः प्रत्ययः अस्ति त्रल् इति. स्थानी सूचनार्थक एव किन्तु तादृशार्थे एव. अत्र इत्युक्ते अस्मिन् स्थले. अस्तु. सप्तम्यर्थे इत्युक्ते तत्र अर्थः तु सप्तमी विभक्त्यन् अर्थः आयाति. अस्मिन् स्थले, तस्मिन् स्थले, कस्मिन् प्रदेशे इति अर्थः. अत्र कुत्र इत्यस्य स्थाने एकम् अन्यत् पदमस्ति क्व. क्व इत्युक्ते कुत्र. क्व इत्युक्ते कुत्र. करोतु भगिनि. अर्जुनः कुत्र अस्ति? अर्जुनः अत्र अस्ति. एवमेव पठामि. पठतु, तथा एव पठतु. अर्जुनः कुत्र अस्ति? अर्जुनः अत्र अस्ति. भीष्मः कुत्र अस्ति? भीष्मः तत्र अस्ति. कः वदति अत्र अस्मिन् चित्रे? विदुरः. अस्मिन् चित्रे विदुरः. विद्रः अस्तु, चिन्ता मास्तु. कोऽपि कोऽपि पुरुषः, अहमपि न जानामि, केवलं पृष्टवती. अहमपि न जानामि सः कः. विद्रः किमर्थं तथा वदति? सः अत्र अस्ति इति किमर्थं वदति? तत्र अस्ति किमर्थं वदति? स्वस्य वाक्यैः वदतु. तत्र अस्ति समीपे अस्ति अर्जुनः. तत्र अत्र अस्ति वक्तव्यं. भीष्मः दूरे अस्ति. तदर्थं दूरे तदर्थमेव तत्र अस्ति इति वक्तव्यम्. भीष्मः दूरे अस्ति इति कारणतः भीष्मः तत्र अस्ति, किन्तु अर्जुनः अत्र एव अस्ति. अनन्तरं भगवान् सर्वत्र अस्ति. भगवान् सर्वत्र अस्ति. उत्तमम्. अग्रिमं करोतु. भगवान् सर्वे भगवान् अस्ति इत्युक्ते सर्वत्र इत्युक्ते सर्वेषु स्थलेषु. सर्वेषु स्थलेषु भगवान् अस्ति इति मन्तव्यम्. इति मन्तव्यम्. उत्तमं, धन्यवादः भगिनि. अनन्तरम् अत्र उषा भगिनी भवती करोतु अग्रिमम्. आं भगिनि, कोष्टकं दृष्ट्वा कः कुत्र अस्ति इति वदत. कोष्टकं कोष्टकं द्वितीयविभक्ति कर्मपदमस्ति. दृष्ट्वा त्वा प्रत्यय, कः कुत्र अस्ति इति वदत. लोट्लकारमध्यमपुरुष बहुवचनं. पाण्डवपक्षः कौरवपक्षः. पाण्डवपक्ष अभिमन्युः अत्र अस्ति. युयुत्सुः अत्र अस्ति. घटोत्कचः अत्र अस्ति. द्रुपदः अत्र अस्ति. विराटः अत्र अस्ति. अत्र अस्ति, अत्र युयुत्सुः इति एकं पदम् अस्ति. कोऽपि वदति वा तस्मिन् विषये? धृतराष्ट्रस्य अत्र पाण्डवपक्षे के के सन्ति इति लिखितमस्ति. अभिमन्युः इति पदमस्ति. युयुत्सुः इत्युक्ते अत्र सनन्तपदमस्ति. सन् प्रत्ययान्तरूपं योद्धुं योद्धुम् इच्छा युयुत्सा. योद्धुं योद्धुम् इच्छा, इच्छार्थे सन् प्रत्ययः अस्ति. योद्धुम् इच्छा युयुत्सा. किन्तु यस्मिन् युयुत्सा अस्ति सः युयुत्सुः. एतत् पदमपि तद्धितान्तपदम् अस्ति अत्र. किन्तु सन् प्रत्ययान्तरूपम् अस्ति. कथम् इत्युक्ते ज्ञातुमिच्छा, जिज्ञासा, तथा एव अत्र योद्धुमिच्छा युयुत्सा. घटोत्कचः कः? भीमस्य पुत्रः. भीमस्य पुत्रः अथवा हिडिम्बायाः पुत्रः. विराटः, विराटः कः? राजा. इत्युक्ते अहं किं वदामि इत्युक्ते मत्स्यदेशस्य राजा इति वदामः. अग्रे अग्रे किमस्ति? कौरवपक्षे के के सन्ति? भीष्मः तत्र अस्ति. कृपः तत्र अस्ति. भगदत्तः तत्र अस्ति. जयद्रथः तत्र अस्ति. दृष्टकेतुः तत्र अस्ति. दृष्टकेतुः इति पदमस्ति. अहं चिन्तयामि तत्र केतुः इत्युक्ते केतनं, ध्वजः. यस्य केतनं दृष्टः सः दृष्टकेतुः इति अहं चिन्तयामि. किमपि नाम भवतु नाम यथा अभिमन्युः अत्र अस्ति, भीष्मः तत्र अस्ति, तावदेव लिखितमस्ति. अनन्तरम् एकम् तत्र अग्रिमः अभ्यासः तु सुलभः एव, गृहपाठरूपेण कुर्वन्तु. किञ्चिदेव समयः अस्ति, केवलं दशनिमेषाः एव सन्ति. अत्र एकवारं कथां पठेम. अस्माकं पार्श्वे एका कथा अस्ति, बालमोदिनी इति पुस्तकात् स्वीकृता कथा अस्ति. कथायाः शीर्षिका अस्ति देवदर्शनाय योग्यता इति कथा अस्ति. सर्वे एकवारं तां कथां पुरतः स्थापयन्तु, तेन वयं कथायाः पठनं कर्तुं शक्नुमः. अधुना अत्र अरुणभगिनी किञ्चित् पठति वा कथाम्? अहं पठामि भगिनि, अहं किमपि न कृतम्. करोतु भगिनि, करोतु. देवदर्शनाय योग्यता. कदाचित् कश्चन राजा सभायाम् अवदत् ईश्वरः क्व अस्ति इति. यः वदेत् तस्मै योग्यम् उपायनं दास्यते इति. किन्तु कोऽपि एतस्य उत्तरं दातुं न अशक्नोत्. पठामि वा भगिनि अग्रे? अग्रे पठतु. अतः राजा मन्नाम वदतु भगिनि, सूर्यकुमारी भगिनि. क्षम्यतां भगिनि, क्व सप्तम अस्ति. अत्र अस्ति, क्व अस्ति. उत्तमम्. अत्र उषा भगिनी पठतु. अतः राजा मन्त्रिणम् अवदत् भवता एव एतस्य उत्तरं वक्तव्यं मासाभ्यन्तरे, अन्यथा भवतः शिरसः छेदः कारयिष्यते मया इति. अत्र किञ्चित् वदतु. देवदर्शनाय योग्यता, देवदर्शनाय इत्युक्ते चतुर्थी विभक्ति अस्ति भगिनि. प्रथमान्तं रूपं किं? देवदर्शनं. दर्शनं उत्तमं. ल्युडन्तरूपं. ल्युडन्तरूपं दृशिर्धातोः रूपमेव. पश्यति लट्लकाररूपम्. अत्र दर्शनं इति लिखितमस्ति. करोतु. योग्यता इत्युक्ते अहं चिन्तयामि स्त्रीलिङ्ग अस्ति वा भगिनि? स्त्रीलिङ्गपदं. योग्यतापदम् अस्ति न? अत्र ता अस्ति इति कृत्वा योग्यता, मधुरता इव अस्ति वा? ता अस्ति. तल् तल् इति प्रत्ययः अस्ति. योग्यता इत्युक्ते पात्रता, डिसर्वड्नेस्. देवदर्शनाय योग्यता. करो. अत्र प्रथमे परिच्छेदे किं लिखितमस्ति वदतु. कदाचित् कश्चन राजा. राजा नकारान्त पुंलिङ्ग अस्ति. राजन् शब्द. राजा राजानौ राजानः. सभायां, सभायां सप्तमे भक्ति अस्ति. रमायां अवदत् लङ्गलकार अस्ति. ईश्वरः क्व अस्ति इति. ईश्वरः प्रथमपुरुषः एकवचनम् अस्ति. क्व अपि वयं पठितवन्तः. कुत्र अव्यय अस्ति. अस्ति इति. यः वदेत् तस्मै योग्यम् उपायनं दास्यते इति. यः वदेत् विधिलिङ्ग् अस्ति मन्ये. वदेताम् वदेत् वदेत् वदेताम् वदेयुः. वदेत् वदेताम् वदेयुः. उत्तमम्. तस्मै चतुर्थी विभक्ति. सह तौ ते. तस्मै तयोः तेषाम् योग्यम्. भगिनि अत्र तस्मै चतुर्थी रूपाणि पुनः वदतु. तस्मै न तस्मै तयोः ते न तस्मै ताभ्यां. तस्मै ताभ्यां तेभ्यः. उत्तमं. ताभ्यां तेभ्यः. उत्तमं. योग्यं किं पदम् अस्ति भगिनि? अहं न जानामि. लुडन्तपदम् न. अत्र योग्यं योग्य इति यत् प्रत्ययः अस्ति. यत् योग्य योग्यं. लुडन्तं नास्ति. ओके. उपायनं दास्यते इति. उपायनं कर्मपदमस्ति तत्र भगिनि. उपायनम्. उपायनं दास्यते ल्युडन्तपदमस्ति वा भगिनि? उपायनम् अत्र. उपायनम् इति कीदृशं पदम्? अत्र अत्र अहं दृष्टवती, अतः वदामि योगार्थः कः इति. पश्यामश्चेत् तत्र उप इति उपसर्ग अस्ति. ऐ इति धातुः अस्ति. तदनन्तरं ल्युडन्तरूपम् अस्ति. उपायनम् अत्र अयनम् इति अस्ति. किन्तु तत्र योगार्थः तु समीपगमनम् इति अर्थः. किन्तु लोके रूढार्थः अस्ति गिफ्ट्, उपहारः. उपहारः इत्यस्मिन् अर्थे, गिफ्ट् इत्यस्मिन् अर्थे रूढार्थः अस्ति. तत्र व्याकरणे लोके किं वदामः इत्युक्ते योगात् रूढिः बलीयसी इति वदन्ति. योगात् रूढिः बलीयसी इत्युक्ते यद्यपि योगार्थः एकः अर्थः अस्ति, तथापि तत्र लोके तस्य अर्थः भिन्नरीत्या अस्ति चेत् तदेव स्वीकर्तव्यम् इति अर्थः. अत्र उपायनम् इत्युक्ते गिफ्ट्, उपहारः. उपायनम् इत्युक्ते गिफ्ट्. किन्तु योगार्थः तु समीपगमनम् इति अस्ति योग्यम् उपायनं दास्यते दास्यते कीदृशं ल्युडन्त ल्युडन्तपदम् इत्युक्ते कर्मपद कर्म अपि भाववाचक अस्ति वा भगिनि ल्युडन्त भाववाचक भाववाचकपदमेव किन्तु अत्र ल्युट् इति एकः प्रत्ययः ल्युट् ल्युट् इत्यस्मिन् किं भवति इत्युक्ते अत्र केचन ईत्संज्ञकवर्णाः सन्ति अपि च अत्र अन इति युवोरनाकौ इति सूत्रेण अन इति रूपम् आयाति तेन साधारणतया पठनं श्रवणं मननं उपायनं जननं मरणं जननं दास्यते अत्र आहत्य आहत्य किं भवति अत्र वाक्ये एकं वाक्यं वदतु अत्र किम् अभवत् कुत्र अस्ति इति वदति चेत् अहं राजा वदति अहम् उपायनं ददामि इति ददामि अशक्नोत् इति पदम् अस्ति दास्यते इति वदामि भगिनि दास्यते लृट् लकारः दास्यते दास्येते दास्यन्ते अत्र दाधातुः एकम् एकं स्मर्तव्यं दाधातुः उभयपदी धातुः अत्र उभयपदी धातुः अस्ति इति कृत्वा ददाति इति परस्मैपदिरूपं दास्यते इति आत्मनेपदिरूपं न न न अत्र कोऽपि वदतु अत्र रूपं दास्यते इत्यस्मिन् विषये शृण्वन्तु अत्र दास्यते इति लृट् लकारः भविष्यत्कालरूपं किन्तु अत्र दास्यते णिच् नास्ति अत्र दास्यते कीदृशं पदं दास्यते कर्मणि प्रयोगः कर्मणि लट् अस्ति लृट् लृट् एव कर्मणि रूपम् परन्तु कर्मणि अस्ति चेत् तृतीयविभक्ति दास्यते मया दास्यते कर्मणि प्रयोग लट्लकारेण अत्र लट्लकारः किमर्थं भगिनि अत्र ददाति दास्यते लृट्लकारः एव भविष्यत्काल भविष्यत्कालरूपं दास्यते मया दास्यते लोपः मया नो चेत् अत्र राज्ञा महाराजेन दास्यते ईश्वरः कुत्र अस्ति इति यः वदेत् यः वक्तुं शक्नोति तस्मै योग्यम् उपायनं दास्यते किन्तु कोऽपि एतस्य उत्तरं दातुं न अशक्नोत् अशक्नोत् कीदृशं पदं लङ् लकार न अत्र उषा भगिनी वदतु अशक्नुताम् अशक्नुवन् प्रथमपुरुषे एकवचनरूपम् अशक्नोत् अशक्नुताम् अशक्नुवन् इत्युक्ते लकारः लङ् लकारः अत्र पश्यन्तु एतत् पदं क्रियापदम् क्रियापदं किन्तु लङ् लकारे अस्ति चेत् तत्र अडागमः भवति आ इति आयाति तत्र एकं सूत्रमस्ति लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रम् इत्युक्ते लङ् लकारे लृङ् लकारे अपि च कुत्र लुङ् लकारे लुङ् लङ् लृङ् लुङ् इत्युक्ते एकः लकारः भूतकालार्थलकारः लुङ् लकारे अपि च लङ् लकारे अपि च लृङ् क्षम्यतां लृङ् लकारे अकारः आयाति आरम्भे क्रियापदात् तत्र क्रियापदं धातोः पूर्वम् अकारः आयाति अशक्नोत् इति लिखितमस्ति शक् धातुः शक्नोति तदनन्तरम् उषा भगिनी वदतु किन्तु कोऽपि एतस्य उत्तरं दातुं न अशक्नोत् एतस्य षष्टिविभक्ति उत्तरं दातुं तुमुन् प्रत्यय अशक्नोत् अतः राजा मन्त्रिणम् अवदत्। राजा प्रथमविभक्ति अस्ति अत्र, मन्त्रिणं द्वितीयविभक्ति, कर्मपदं, करिन् शब्दवत् अस्ति भगिनि, करि करिणौ करिणः। अत्रैव मन्त्री इति पदमस्ति, नकारान्तपदमस्ति इति कृत्वा मन्त्रिणं मन्त्रिणं णत्वं भवति। द्वितीयविभक्ति एकवचनं, मन्त्रिणम् अवदत्। किम् अवदत्? भवता एव एतस्य उत्तरं वक्तव्यं मासाभ्यन्तरे, अन्यथा भवतः शिरसः छेदः कारयिष्यते मया इति। भवता एव एतस्य उत्तरं, भवता तृतीयभक्ति पुंलिङ्ग अस्ति, भवान् भवन्तौ भवन्तः प्रथम, एतस्य षष्टिविभक्ति अस्ति, वक्तव्यं तव्यक् प्रत्यय, मासाभ्यन्तरे इत्युक्ते सप्तमीविभक्ति। अत्र वक्तव्यम् इति पदमस्ति, यथा भवती उक्तवती तव्यत् प्रत्ययः अस्ति इति कृत्वा वाक्यं कर्मण्यर्थे अस्ति। भवता वक्तव्यं, किं वक्तव्यम्? उत्तरं वक्तव्यम्, उत्तरं वक्तव्यम्, उत्तरं नपुंसकलिङ्गपदमस्ति इति कृत्वा उत्तरं वक्तव्यम् इति लिखितमस्ति। मासाभ्यन्तरे इत्युक्ते, मासाभ्यन्तरे इत्युक्ते एकमास, वितिन् अ मन्त्, वितिन् अ मन्त्, उत्तमम्। अन्यथा किं भवति? अन्यथा भवतः शिरसः, भवतः अत्र षष्टिविभक्ति अस्ति, शिरसः अपि षष्टिविभक्ति, सकारान्तः पुंलिङ्गः, छेदः कारयिष्यते, कारयिष्यते बै सम्वन् लैक् निजन्तरूपम् अस्ति, निजन्तरूपं कारयिष्यते मया बै कारयिष्यते। अत्र मया कारयिष्यते तृतीयविभक्ति, अहम् अस्मत् शब्दवत् न अस्मत् शब्दः, अहम् आवां वयम्, अस्मत् शब्दः, कारयिष्यते इति यथा भवती उक्तवती निजन्तरूपम् अस्ति, अपि च कर्मणि प्रयोग, कर्मणि प्रयोग, प्रयोग, उत्तमम्। अधुना भूमा भगिनी भवती करोतु अग्रिमपरिच्छेदम्। सप्ताहः अतीतः, राज्ञः प्रश्नस्य योग्यम् उत्तरं कथं दातव्यम् इति चिन्तयन् मन्त्री कदाचित् मार्गेण गच्छन् आसीत्। तावता अभिमुखम् आगतः कश्चन तीक्ष्णमतिः बालः तं नमस्कृत्य तस्य चिन्तायाः कारणम् अपृच्छत्। तदा मन्त्री राज्ञः प्रश्नं श्रावयित्वा अवदत्, एतस्य उत्तरम् अहं न जानामि, अतः प्राणानां रक्षणे कः उपायः इति चिन्तयन् अस्मि इति। सप्ताहः अतीतः, सप्तदिन गत, दिनानि दिनानि गतानि, अतीतानि अतीतानि। अत्र एकं वदामि, सप्ताहः इति एकं पदमस्ति, सप्ताहः इति समस्तपदमस्ति। अत्र अहन् अहन् इति नकारान्तपदं, तत्र समस्तपदस्य विग्रहवाक्यं किं भवति इत्युक्ते सप्तानाम् अह्नां समाहारः। सप्तानाम् अह्नाम् अह्नाम् इति षष्टिद्विवचनरूपं, सप्तानाम् अह्नां समाहारः एव सप्ताहः, तत्र समाहारद्विगुः इति वदामः। अतीतः भगिनि पुनः वदतु, सप्तानाम् अह्नां, सप्तानाम् इति सप्तशब्दस्य षष्टि बहुवचनं, सप्तानाम् अह्नां, हकारे तत्र नकारः, हकारस्य अनन्तरं नकारः अस्ति, अह्नाम् अहन् शब्दस्य षष्टिद्विवचनरूपं, अह्नाम् इत्युक्ते हकारस्य अनन्तरं नकारः अस्ति, तदनन्तरम् अन्तिमवर्णः मकारः, सप्तानाम् अह्नां समाहारः सप्ताहः, समाहारद्विगुः। अपि च अत्र अतीतः अस्ति, यथा गतः इत्यस्मिन् अर्थे, अतीतः इति अत्र अति उपसर्गपूर्वकः ई धातुः, इन् गतौ धातुः कृतान्तरूपं सप्ताहः अतीतः. तदनन्तरं किम् अभवत्? राज्ञः प्रश्नस्य योग्यम् उत्तरं कथं दातव्यम् इति चिन्तयन् मन्त्री कदाचित् मार्गेण गच्छन् आसीत्. मन्त्री चिन्तनं कृत्वा प्रश्नस्य उत्तरं न मिलितवान् न प्राप्तवान् प्राप्तवान् मन्त्री इतस्ततः मार्गेण गच्छन् चिन्तनं कुर्वन् आसीत् कृतवान् चिन्तनं कुर्वन् अत्र किमस्ति गच्छन् चिन्तयन् कुर्वन् एतादृशानि पदानि शत्रन्तरूपाणि. इत्युक्ते राज्ञः इति पदं कीदृशं पदम्? राज्ञः षष्ठी एकवचनं षष्ठी एकवचनं. राज्ञः प्रश्नस्य योग्यम् उत्तरं कथं दातव्यम् इति सः मन्त्री चिन्तयन् आसीत्. कदाचित् मार्गेण गच्छन् आसीत् चिन्तयित्वा गच्छन् आसीत् सः. तदा किम् अभवत्? अभिमुखम् आगतः कश्चन तीक्ष्णमतिः बालः. अभिमुखं आपोसिट् अभिमुखम् अत्र अभिमुखम् इति पदम् अव्ययीभावसमासः इति मम चिन्तनम्. अभि इति उपसर्गः अस्ति towards that. मन्त्र्याः पुरतः पुरतः कः आगतः? एकः बालः आगच्छति. तीक्ष्णमतिः बालः. तीक्ष्णमतिः बालः उत्तमम्. अत्रापि एतत् पदं समस्तपदमस्ति. तीक्ष्णा मतिः यस्य सः यस्य बालस्य मतिः तीक्ष्णा अस्ति सः बालः. तत्र विशेषणविशेष्यभावः अस्ति किन्तु अत्र बहुव्रीहिसमासः अस्ति. यस्य मतिः तीक्ष्णा अस्ति सः बालः. तादृशः बालः तत्र अभिमुखम् आगतवान्. आगत्य किं कृतवान्? तं मन्त्रिणं नमस्कृत्य तस्य चिन्तायाः कारणम् अपृच्छत्. उत्तमं. चिन्ता इति आकारान्तपदम्. कारणम् इति कीदृशं पदम्? ल्युडन्तपदम्. ल्युडन्तपदम् अत्र क्रूधातुः अस्ति. क्रूधातुतः णिच् प्रत्ययः अस्ति. करणम् इति वदामश्चेत् क्रूधातुतः केवलं ल्युट्. किन्तु कारणम् इति वदामश्चेत् तत्र णिच् अपि अस्ति. क्रूधातुतः णिच् योगः ल्युट् अस्ति. कारणम् अपृच्छत् इत्युक्ते कारणं पृष्टवान्. लङ्लकारे लिखितमस्ति. अत्र लङ्लकारः इत्युक्ते अनद्यतने लङ् इति सूत्रमस्ति. अद्यतनभूतकालः नास्ति. अनद्यतनभूतकालः एव लङ्लकारः. अपृच्छत् तदा मन्त्री राज्ञः प्रश्नं श्रावयित्वा वदतु. श्रावयित्वा कीदृशं पदम्? क्त्वान्तरूपम् अपि च णिच्. साधारणरूपं किं भवति? श्रुत्वा. किन्तु अत्र श्रावयित्वा लिखितमस्ति. श्रावयित्वा अवदत्. किम् अवदत्? एतस्य उत्तरम् अहं न जानामि. राज्ञस्य प्रश्नस्य उत्तरं न अहं न जानामि. अतः प्राणानां रक्षणे राजा तस्य प्राणान् त्यक्तुम् इच्छति. त्यक्तुं न इच्छति. न इच्छति. मन्त्री न इच्छति. मन्त्री न इच्छति. कर्तुम् इच्छति. कः उपायः इति चिन्तयन् अस्मि इति बालं वदति. उत्तमम्. अत्र प्राणानां रक्षणं वदतु भगिनि. न प्रत्ययः नास्ति. कः उपायः? कः अत्र प्राणानां रक्षणे उपायः कः इति चिन्तयन् अस्मि इति मन्त्री वदति. वदतु, भवत्याः प्रश्नः कः? कः पुंलिङ्गे अस्ति न भगिनि तत्र? कः पुंलिङ्गे अस्ति इति कृत्वा उपायः इति पदं पुंलिङ्गपदम्. नामपदं? नामपदं, सुबन्तपदम्. कः? उषा भगिनी वदतु, भवत्याः प्रश्नः कः? तदेव एवं भगिनि, कः पुंलिङ्गे अस्ति. अहं चिन्तयामि उपायः तप्रत्ययः अस्ति इति, परन्तु न अत्र प्राणानां रक्षणम् इति अस्ति. अत्र प्राणानां रक्षणम् इति बहुवचने दत्तमस्ति. अत्र एकं वदामि, कति प्राणाः सन्ति? पञ्चप्राणाः सन्ति. पञ्चप्राणाः सन्ति, तदर्थमेव तत्र सर्वदा बहुवचनमेव वक्तव्यं. प्राणानां रक्षणं पञ्चप्राणाः, प्राण अपान व्यान उदान समान नाम्ना पञ्चप्राणाः सन्ति. प्राणानां रक्षणे कः उपायः इति सः चिन्तयन् आसीत्. प्रथमविभक्ति किम् अस्ति भगिनि? प्राणानां सप्तमी बहुवचनम् अस्ति चेत् प्राणं, प्राणः, प्राणः, प्राणाः, प्राणः, पञ्चप्राणाः पुंलिङ्गपदम्, अकारान्त पुंलिङ्गपदम् इति सः उत्तरं वदति. किन्तु अत्र कथा इतोपि अस्ति, किन्तु अत्र स्थगयामः. पुनः एकवारम् अग्रिमे सप्ताहे मिलित्वा एतां कथां समापयिष्यामः. सर्वेषां धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः भगिनी.